नमस्कारः. लृङ्लकारः इति करपत्रम् अनुवर्तते. तर्हि लृङ्लकारस्य परिचयार्थं प्रथमं तु अस्माभिः तत्र किम् आसीत् लिङ्लकारस्य सूत्रम् अधीतं. तदनन्तरं लिङ्निमित्ते लृङ् क्रिया आतिपत्तौ इत्यपि सूत्रं दृष्टं, येन क्रिया आतिपत्तिः यत्र भवति, क्रियायाः आतिपत्तिः, तत्र तु लृङ्लकारस्य विधानं भवति. तत्र निमित्तं तु समानं भवति, तत्र हेतुहेतुमत्तोद्भावः यत्र भवति तत्रैव लिङ्निमित्तम् अनन्तरं लृङ्निमित्तमपि समानं वर्तते. केवलं यत्र क्रियायाः तत्र क्रिया भवति, तत्र साफल्यं भवति चेत् तत्र तु लिङ् भवति. तत्र किम् अस्ति, तत्र यत्र अतिपत्तिः नास्ति तत्र तु लिङ्लकारः भवति, तत्र सम्भवार्थे भवति. अनन्तरम् असम्भवार्थे यत्र क्रियायाः अतिपत्तिः अस्ति तत्र तु लृङ्लकारः तत्र लृङ्लकारस्य प्रयोगः क्रियते इति दृष्टम् अस्माभिः. पुनः तस्मिन् विषये द्रष्टव्यं किं, सूत्रं पठनीयं किम्? अपि भविष्यति काले भवे, भविष्यत्कालार्थे भवेत् इति अपि अस्ति लिङ्निमित्ते. उभयत्रापि भविष्यत्कालार्थे, तत्र तृतीयम् अस्ति नित्यं भवति भविष्यत्कालार्थे लिङ्लकार लिङ्निमित्ते हेतुमतोभावः अस्ति. तत्र भविष्यत्कालार्थे लिङ् प्रत्यय नित्यम् अस्ति इति. सामान्यतया कालनिर्णयः नास्ति इति उच्यते खलु भगिनि, तत्र भविष्यति इति अस्ति लिङ्निमित्ते भविष्यति, तर्हि तद् दोषाय भवति खलु, भविष्यदर्थे एव अस्ति खलु. तत्र यत्र वयं तदनन्तरम् अद्य वयं पठामः तद् दोषाय खलु. अद्य वयं पठामः कुत्र विकल्पेन आगच्छति, किन्तु एतत् सूत्रे यत् अस्ति लिङ्निमित्ते लिङ् क्रियाधिपतो तत्र नित्यम् अस्ति. भविष्यत्कालार्थे इति अनुवृत्तिः अस्ति, अपवादसूत्रम् अस्ति, अन्यलकारा न आगच्छन्ति, तत्र लिङ्लकार एव भवति इति महोदय. अहं ध्वनि मुद्रां श्रुतवती तत्र महोदय इति उक्तवान्. अन्यत् किमपि वक्तव्यं वा उदाहरणत्वेन तत्र? न, अत्र आगच्छति यदि वयं पठामः तत्र अस्ति एव इति महोदय. बहु उदाहरणवाक्यानि किमपि वक्तुम् इच्छन्ति वा, यत्र लिङ्लकारस्य प्रयोगः न लृङ्लकारस्य प्रयोगः, यत्र क्रियायाः तत्र सम्भावार्थे लिङ्लकारस्य प्रयोगः, तत् तदनन्तरं यत्र अतिपत्तिः अस्ति तत्र तु लृङ्लकारस्य प्रयोगः इति. उदाहरणमस्ति यदि दक्षिणेन चेत् अयास्यत् शकटं पर्या न शकटं पर्या भविष्यत् इति लिङ् लकारः अस्ति. भवेत् इति भवति खलु, यायात् इति, दक्षिणेन चेत् यायात् न शकटं पर्या भवेत् इति लिङ् लकारे अस्ति स लिङि, किन्तु लिङ् लकारे भवति दक्षिणेन चेत् आयास्यत् न शकटं पर्या भविष्यत् इति अस्ति. इति यत् वक्ता अस्ति वा श्रोत्रा अस्ति स जानाति यदि तत्र क्रियातिपत्ति इति प्रमाणेन अस्ति क्रियातिपत्ति. लिङ्गकारस्य विधानं भवति तत्र तु लिङ् अपि प्रयोक्तुं शक्यते, विधिलिङ्गपि प्रयोगः साधु भवति, तदनन्तरं लृड् अपि भवति इति खलु तत्र. तत्र लिङ् भवति अपि लिङ् एव भवति साधु तत्र किम् अस्ति, अत्र उक्तमस्ति तेन लृट् अपि भवति, भविष्यति च काले. आमां लिट् लिट् भवति, तत्र लृट् अपि भवति इति इत्युक्ते तत्र विभाषा इति ग्रहणेन तत्र लृट् अपि भवति खलु. विभाषा अत्र विभाषा नास्ति इति विभाषा इति अनुवृत्तिः, हेतुमतो लिङ् इत्यस्मिन् विभाषा इति अनुवृत्तिः अस्ति खलु. आम्, किन्तु अस्मिन् सूत्रे न दत्तमस्ति विभाषा साधु महोदयेन दत्तमस्ति तत्र हेतुहेतुमतोर्लिङ् इत्यस्मिन् पश्यति चेत् अनुवृत्तिसहितसूत्रम् इति तत्र विभाषाधातौ सम्भव सम्भवावचनवचने सम्भावनवचने अयदि इत्यस्मात् विभाषा इत्यस्य अनुवृत्तिः इति दत्तवान् महोदय भगिनि केवलं द्वितीयसूत्रे दिवसूत्रे एव भविष्यत्कालः अनुवर्ति अस्ति परन्तु इति अनुवर्तते इति दत्तमस्ति भगिनि अनन्तरं किम् अस्ति इत्युक्ते भगिनी अत्र पुनः पश्यतु अत्र भविष्यत्कालार्थे इति नास्ति भगिनी अत्र काशिकायाम् उक्तमस्ति सर्वलकार लकाराणाम् अपवादः इति उक्तमस्ति सर्वलकाराणाम् अपवादः इत्युक्ते एव लिङ् लकार एव प्रयुज्यते तत्र लिङ् लकारः यत्र प्रयुज्यते तत्तु सर्वलकाराणाम् अपवादः वर्तते तदनन्तरं विभाषा च अयम् इष्यते इति कृत्वा भविष्यति काले लृट् अपि भवति इत्युक्तमस्ति तत्र भविष्यत्कालार्थे लृट् लकारस्य प्रयोगः अपि साधु लिङ् लकारस्य अपि प्रयोगः साधु किन्तु अन्येषु लकारेषु अन्ये यत्र अन्यकालः सूच्यते अन्येषु लकारेषु तु सर्वलकाराणामपि अपवादः भवति लिङ् लकारः इति किन्तु महोदयेन यत् उदाहरणं महोदयेन दत्तं तत्र लिट् लकारस्य प्रयोगः नास्ति साधु केवलं लिङ् लकारस्य प्रयोगः एव दत्तवान् भगिनी तत्र दत्तवान् खलु दक्षिणेन चेत् यायात् न शकटं पर्या भवेत् इति उक्त्वा तदनन्तरं विभाषा च अयमिष्यते तत् हेतु लृट् अपि भवति इत्युक्त्वा दक्षिणेन चेत् यास्यति न च न शकटं पर्या भविष्यति इति तत्र लृट् लकारः अपि दत्तवान् भविष्यत्कालिङ्ग् यत्र अस्ति तस्मिन् दत्तमस्ति उदाहरणं लिङ्ग् यत्र हेतुमतो लिङ्ग् अस्ति तत्र महोदयेन लृट् लकारस्य अपि प्रयोगः कृतं लिङ्ग् लकारस्य प्रयोगः अपि कृतम् किन्तु लिङ्ग् निमित्ते लिङ्ग् क्रियादिपत्तौ तत्र केवलं लिङ्ग् लकार एव प्रयुक्तम् अस्ति अस्मिन् अत्र तु लिङ्ग् अत्र किम् अस्ति इत्युक्ते तदेव तत्र भिन्नचिन्तनं तत्र सम्यक् चिन्तनं भवतु अस्माकं तत्र सर्वलकाराणां यत्र लिङ्ग् लकारः भवति सः तु सर्वलकाराणामपि अपवादः अस्ति सम्भावार्थे सर्वलकाराणामपि तत्र लकारसूचना नास्ति सर्वलकाराणामपि अपवादः अस्ति तत्र लिङ् लकारः इति प्रथमबिन्दुः तदनन्तरं यत्र यत्र भविष्यत्कालसूचना अस्माभिः विवक्षा भवति चेत् तदा तु लिङ् अपि साधु भवति लृट् अपि साधु भवति तदनन्तरं यत्र क्रियातिपत्तिः अस्ति तत्र तु क्रिया अतिपत्ति इत्युक्ते क्रिया न सञ्जातं खलु क्रियायाः साफल्यं नास्ति क्रियायाः सफलता नास्ति तदा तु केवलं तत्र किं भवति भविष्यत्काले एव तत्र तत्र लृङ्लकारस्य प्रयोगः क्रियते तत्र लृट् न भवति केवलं भविष्यत्कालार्थे लृङ्लकारस्य प्रयोगः एव क्रियते तदपि भविष्यति इति अनुवृत्तिः अस्ति किन्तु विभाषा इत्यस्य अनुवृत्तिः नास्ति केवलं मृङ्गकारस्य प्रयोगः प्रश्नः अस्ति वा कस्यपि मनसि तद् पुनः वक्तव्यं वा अस्माभिः चर्चितं लिङ्लकारः अपवादः वदतु महोदय लिङ्लकारस्य उदाहरणं दत्तमस्ति किल दक्षिण चेत् अया स्यात् न चकडं पर्या भविष्यत् तत्रापि हेतुमान् हेतुहेतुमद्भावः वर्तते वाक्यद्वयं भवति चेद् इति इत्यनेन युज्यते नो चेत् यदि तर्हि इत्यपि प्रयोक्तुं शक्यते हेतुः हेतुमत् इति वाक्यद्वयं भवति खलु आम् महोदय लिङ्लकारे अत्र दत्तं लिङ्लकारे कथं भवति इति लृट्लकारः यत्र क्रियातिपतिः अस्ति तत्र विभाषा नास्ति, तत्र विभाषा इत्यस्य अनुवृत्तिः नास्ति. पश्यतु अनुवृत्तिसहितसूत्रं पश्यतु, अनुवृत्तिसहितसूत्रं लिङ् निमित्ते भविष्यति धातोः लृङ् प्रत्ययः परश क्रियातिपतौ. अत्र विभाषा इत्यस्य अनुवृत्तिः नास्ति. विभाषा इत्यस्य अनुवृत्तिः नास्ति इति कृत्वा कदापि यत्र क्रियातिपत्तिः अस्ति तत्र कदापि लृट्लकारस्य प्रयोगः न क्रियते एव. यद्यपि भविष्यत्कालार्थे एव अस्ति तथापि लृट्लकारस्य प्रयोगः न क्रियते. अत्र तु भविष्यति इति अनुवृत्तिः अस्ति इति कृत्वा नित्यं भविष्यदर्थे एव अस्ति, बिकास् क्रियातिपत्तिः खलु. यु केनाट् काल्, यु केनाट् से इट् इन् द पास्ट् इन् रैट् अट् दिस् पायिण्ट् आफ् टैम्. यत्र सम्भवार्थे अस्ति, प्रायः अन्यसूत्रं भिन्नरूपेण चर्चितं, तत्र तत्र विधानं भवति वा न जाने, किन्तु अत्र तु यत्र क्रियातिपत्तिः अस्ति अनेन सूत्रेण केवलं भविष्यदर्थे तत्र विभाषा नास्ति इति कृत्वा लृट्लकारस्य प्रयोगः न भवति, केवलं लृङ्लकारस्य प्रयोगः अस्ति. अस्तु, धन्यवादः. अत्र तु सर्वकालः सर्वलकार अपवादः नास्ति. अन्येषां कालानां तत्र कालसूचक तत्र किमस्ति, एकमेव कालं सूचयति. अत्र तु लृङ्लकारस्य अनेन सूत्रेण एकमेव कालं सूचयति, कालसूचना भवति, भविष्यत्कालसूचनं सूचयति, किन्तु क्रियातिपत्तिः अस्ति इति कृत्वा केवलं लृङ्लकारस्य प्रयोगः अस्ति. अस्तु महोदय, परन्तु ध्वनिमुद्रं श्रुतवान् महोदयस्य. अत्र महोदय लृङ्लकारे अण्ड् भविष्यत्काले लिट्लकारे अपि प्राक्टिस् कर्तुम् इष्टवान्. तत्तु केवलम् अभ्यासार्थं महोदय, तत्र यत्र सम्भावनार्थे तदेव वयमपि कृतवन्तः गतसप्ताहेषु. तत्र हेतुमान् उभयत्रापि हेतुमान् भावः वर्तते खलु, हेतुहेतुमद्भाव तत्र वाक्यं भवति खलु. हेतुमान् शब्द तत्र वाक्यं भवति, हेतुमत् वाक्यः भवति, तदनन्तरं हेतुवाक्यं भवति, तदनन्तरं हेतुमत् वाक्यमपि भवति, वाक्यमपि भवति. तत्र उभयतापि अन्यनिमित्तानि समानानि भवन्ति. केवलं कुत्र भिद्यते इत्युक्ते एकत्र तु क्रिया क्रियायाः सम्भावना वर्तते, अन्यत्र तु क्रियायाः अतिपत्तिः अस्ति. इत्युक्ते तत्र एकत्र तु असम्भावना तत्र सम्भावनार्थे अस्ति, अन्यत्र तु असम्भावनार्थे अस्ति. तर्हि उभयता वाक्यरचना समानं भवति, बट् दि काण्टेक्स्ट् इस् वन् इस् देर् इस् अ पासिबिलिटि सूचयितुं लिङ्ग्लकारस्य प्रयोगः, नो चेत् लृट् अपि प्रयोक्तुं शक्यते. बट् वेर् यु आर् यूसिङ्ग् इट् फार् असम्भवार्थे तत्र तु केवलं भविष्यदर्थे भवति, बट् दि कन्स्ट्रक्षन् इस् आल्मोस्ट् द सेम् रैट्. दट्स् वाट् महोदय वाण्ट्स् अस् टु प्राक्टिस्. इट्स् जस्ट् द सेम् रैट्, एक्सेप्ट् दट् इन् लृट् वाट् एवर् यु आर् यूसिङ्ग् फार् लृट् भविष्यति इति अस्ति, तत्र मध्ये इष्य इति आगच्छति इति कृत्वा तत्र रूपसाम्यं भवति. केवलम् अत्र लृङ्लकारे किं भवति, आदौ अडागमः भवति, अन्ते तु लङ्लकारस्य प्रत्ययः भवति, तर्हि अभविष्यत् इति प्राप्नुमः. इति कृत्वा वयम् अभ्यासं तत्र कुर्मः, रूपसाधनम् अपि. मणि महोदय लिट् लकारे प्रयोगः कृतवान्, तत् अस्ति यथा लिङ् लकार इति दक्षिणेन चेत् आयास्यत् न शकटं पर्या भविष्यत्, तस्य फलम् अस्ति यत् दक्षिणेन यदि आगच्छति शकटं तत् भङ्गं न भवति साधु. किन्तु यदि इति न भवति किम् अर्थम् अस्ति, तत्र महोदय लिट् लकारस्य प्रयोगं कृत्वा दक्षिणेन न आयास्यति तत्र शकटं पर्या भविष्यति इति महोदय अस्माभिः अभ्यासं कृतवान्. भवतु उदाहरणे लिट्लकारः लिङ्लकारः अपि लिट्लकारस्य प्रयोगः अस्ति, तत् समानं नास्ति, तस्य आपोसिट् अस्ति, विपरीतं. मीनिङ्ग् इस् एण्टैर्लि डिफरेण्ट्, वाट् एवर् इण्टेण्डेड् मीनिङ्ग् इस् अब्सल्यूट्लि द आपोसिट्. हेतुमद्भावः अस्ति, बट् द वे इट् इस् वेरि सिमिलर् रैट्. देट् प्रमाण अस्ति, प्रमाण किं प्रमाण भवान् द्रष्टुं शक्नोति इति प्रमाण अस्ति यत्र अभवत् इति अस्ति. द वे आफ् रैटिङ्ग् द सेण्टेन्स् द कन्स्ट्रक्षन् द बेसिक्स् इस् द सेम् महोदय. तद् मनसि तत्र सर्वेषामपि अवगमनं भवतु इति कृत्वा अभ्यासं करोमि. इन्फेक्ट् किमपि किन्तु लङ् लकार लृट् लकारः विधिलिङ्ग् लकारः अण्ड् लृङ् लकारः वि केन् आक्चुलि सी हौ एव्रिथिङ्ग् इन् अ कोर्लेट्स् टु इच् अदर् रैट्. इट्स् प्रेटि मच् द सेम् टैप् आफ् कन्स्ट्रक्षन् बट् द एण्टियर् मीनिङ्ग् इस् एण्टियर्लि चेञ्ज्ड्. अद्य वयं पठामः भूते भूतकाले कथम् आगच्छति. तर्हि एतं इतः अपि पठामः. तत्र सुवृष्टिः चेत् अभविष्यत् तथा इति ततः आरभ्य पठामः किम्? आं भगिनि मणिमहोदय पठति वा महोदय ततः. हा पठामि महोदय. सुवृष्टिः चेत् भविष्यत् तदा सुभिक्षम् अभविष्यत्. सुभिक्षं भविष्यत् येषु निर्देशनेषु सुवृष्टिः दक्षिणयानं कमलं कमलकम् आह्वानं मत्समीपम् आगमनम् इत्येते सर्वे हेतवः. सुभिक्षं शकटस्य न पर्यावरणं कृतेन भक्षणम् इत्येते सर्वे हेतुमन्तः. वृष्टिः सम्यक् न भविष्यति अतः समीचीनम् अन्नं न भविष्यति. दक्षिणेन न भविष्यति अतः शकटं भग्नः भविष्यति इति क्रियायाः अधिपतिः नाम क्रियायाः असिद्धत्वम्. सुवृष्टिः भविष्यति चेत् सुभिक्षं भविष्यति इति सामान्यतया भवति नेचुरलि. अतः सुवृष्टिः हेतु दक्षिणयानमपि हेतुः कमलहम् आह्वानं मत्समीपम् आह्वानम् इति आगमनम् इति सर्वे हेतवः. तत् हेतव मत्वा प्रयोजनमपि अस्ति. प्रयोजनमस्ति अत्र हेतुमान् अस्ति. सुभिक्षं न पर्यावरणं सकटस्य दृढेन भक्षणम् इत्युक्ते हेतुमन्तः. परन्तु क्रियाय अत्र न भवति अतः अधिपतिः अधिपतिः इत्युक्ते एका न भवति क्रिया न भवति अतः हेतुमन्तः अपि न भवति इति न महोदय. एवं सत्यं सत्यं सर्वत्रापि वाक्यद्वयं भवति सर्वेषु उदाहरणेषु यत्र तत्र तत्र लिङ्ग्निमित्ते इत्यनेन किम् अवगच्छामः इत्युक्ते हेतु हेतुमत् तत्र वाक्यद्वयं भवेत्. तर्हि वाक्यद्वयम् एकः तु हेतुः भवति अन्यत् तु हेतुमान् भवति. तर्हि हेतुमान् तु यत्र क्रियाधिपतिः अस्ति इति कृत्वा तत्र तु न भवति सत्यं यथा उक्तवान् तत्तु कार्यस्य सफलता न भवति एव तत्र न जातम् इति तत्र अर्थः अवबुध्यते तेन. महोदय पश्यतु न भविष्यति समीचीनम् अन्नं न भविष्यति लिट् लकारस्य प्रयोजनम् अस्ति यत्र क्रियाधिपति इति प्रमाणम् अस्ति. क्रियाधिपति इति प्रमाणमित्युक्ते यथा वृष्टिः सम्यक् न भविष्यति यथा समीचीनम् अन्नं न भविष्यति इति प्रमाणमस्ति इति प्रमाणं भविष्यदर्थे एव अस्य प्रयोगः इति भगिनी सूचयति. भविष्यति इति अनुवृत्तिः अस्ति खलु तर्हि तस्मिन् अर्थे तत्र लृङ्लकारस्य प्रयोगः जातः. अस्तु पठामि वा लिङ्लकारः व्यवहर्तुं शक्यते भविष्यत्कालप्रसङ्गे भूतकालप्रसङ्गे च. सामान्यतया अस्माभिः उपयुज्यते भूतकाले किन्तु भविष्यति अपि भवति इति शिक्षा. लिङ् निमित्ते लिङ् क्रियातिपत्तौ इति सूत्रेण लिङ् विधीयते भविष्यति एव न तु भूते. अधुना भूतकाले लिङ् अर्थः च सामान्यव्यवहारविधि च अस्माभिः ज्ञायते. वातावरणं यदि सम्यक् अभविष्यत् तर्हि अहं बहिः आगमिष्यामि, किन्तु वातावरणं सम्यक् नासीत्, वृष्टिः जाता, अतः बहिः न आगच्छम्. एतादृशेषु भूतकालिक उदाहरणेषु बोधः सरलः, यतोहि घटना समाप्ता. घटना समाप्ता इति कृत्वा जानीमः यदि क्रियातिपत्ति वर्तते. प्रकृतौ हेतुः सम्यक् वातावरणं नासीत्, अतः हेतुमान् बहिर्गमनम् अपि न जातम्. इदानीं पूर्वं वयं दृष्टवन्तः लिङ्निमित्ते लिङ् क्रियातिपतौ. यदि लिङ्निमित्ते इति हेतुमद्भावः यत्र अस्ति, अपि तत्र लिङ्निमित्ते इति सम्भावना अस्ति, तत्र क्रियातिपति भवति चेत् लिङ्लकारस्य प्रयोगः अस्ति भविष्यकालार्थे इति अस्ति. किन्तु इदानीं महोदय लिखितवान् यत्र भूते अपि क्रियातिपति आसीत् तत्र अपि प्रयोगः भवितुं शक्नोति लिङ्लकारस्य. न केवलं भविष्यत्काला अस्ति किन्तु भूतकालार्थे अपि भवितुं शक्नोति, तस्य कृते सूत्राणि सन्ति इति. किन्तु तत्र विकल्पेन आगच्छति इति अस्ति. लिङ्लकार भविष्यत्काल यत् भूतकालप्रसङ्गः इति अस्ति, उदाहरणं दत्तमस्ति अत्र. सम्यक् वृष्टिः नासीत्, बहिः न आगच्छम्. तो क्षम्यतां, सम्यक् वातावरणं नासीत् इत्युक्ते वृष्टिः आसीत्, वृष्टिः जाता, अतः बहिः न आगच्छम्. किन्तु यद् लिङ्लकारस्य प्रयोगः अस्ति तत्र सम्यक् वातावरणम् अभविष्यत्, अतः न बहिः न अगमिष्यम् इति अस्ति तत्र लिङ्लकारस्य उपयोगः. तो अत्र एक भूतकाले अस्ति, अन्यत् वाक्यं लिङ्लकारे अस्ति, तत्र विकल्पेन अस्ति. अत्र पूर्वं वयं नित्यं दृष्टवन्तः इति. घटना अभवत् इति भूतकाले अस्ति. सम्यक् भगिनि? आं भगिनि. हेतुभावः अस्ति, वातावरणस्य सम्यक् न आसन् वा वृष्टेः पतनम् इति अस्ति हेतु. फलमस्ति मम बहिः अगमनं वा बहिः न आगतम् इति अस्ति हेतुमान्. अग्रे पठामि अन्यपि अरुणा भगिनी आगतवती इति मन्ये. आं भगिनि. परन्तु भविष्यत्काले घटना अधुनापि न जाता, अतः वस्तुतः तु न ज्ञायते यत् क्रियातिपत्तिः भविष्यति अथवा न भविष्यति. अग्रिममासे बालकः पठिष्यति न वा इति न जानामि, अतः तदाधारेण कथं वा वदेम यत् यदि अपठिष्यत् तर्हि परीक्षायाम् उत्तीर्णः अभविष्यत्. एतावता न जानीमः किं भविष्यति. भविष्यत्काले घटना अधुनापि न जाता इति कृत्वा न ज्ञायते यत् क्रियातिपत्ति भविष्यति वा न वा, तर्हि तस्यां दशायां कथं वा भविष्यत्काले लुङ्लकारः स्यात्. अत्र वार्ता अस्ति यत् वक्तुः मतम् अस्ति, वक्तुः अपेक्षा अस्ति, वक्तुः कल्पना अस्ति. आगम्यमानायाः घटनायाः सम्बन्धे वक्ता किं चिन्तयति तदाधारेण वक्तुं शक्नोति. चिन्ता चिन्तयति यत् तस्य पुत्रः अग्रिममासे न पठिष्यति, अतः सः वदति मम पुत्रः अग्रिमे मासे यदि अपठिष्यत् तर्हि परीक्षायाम् उत्तीर्णः अभविष्यत्, किन्तु सः न पठिष्यति इति मम भ्राति, अतः परीक्षायाम् उत्तीर्णः न भविष्यति. लिङ्निमित्ते लुङ् क्रियातिपत्तौ इति सूत्रस्य पृष्ठतः अयमेकं तर्कः. वक्तुः विवक्षा भविष्यतः प्रसङ्गे यथा चिन्तयति वक्ता तथा वक्तुं शक्नोति, नाम क्रियायाः अधिपत्तिः भविष्यति इति एतावता न निश्चित, तथापि वक्तुः मनसि दादृशं भाव वर्तते अतः सः एतादृशं वक्तुं शक्नोति. भगिनि परन्तु भविष्यत्काले अत्र सूत्रेण विलिङ्गनिमित्ते लृङ् क्रियातिपत्तौ इति सूत्रे भविष्यत्काले कार्यं भवितुं शक्नोति, कार्यं भवति वा न जानीमः, केवलम् अत्र शकटस्य उदाहरणे शकटं दक्षिणेन शकटं चेत् न शकटपर्याभविष्यत् इति अत्र. परन्तु अधुना चर्चा अस्ति कथं जानीमः कार्यं भवति भविष्यति आर् न भविष्यति इति प्रश्नः. तदर्थम् अत्र केवलं भगिनि अभिवेशत्रयः वर्षे आगमिष्यतां भगिनि. ओके ओके विवक्षा इति उक्तवती खलु तथैव अय्या विवक्षा वक्तु इच्छा अर्थे भवति इति अहम् अवगमनं भवति. ओके अत्र वक्तुः मतम् अस्ति, वक्तु अपेक्षा अस्ति, वक्तुः कल्पना अपि अस्ति. आगम्यमानायाः घटनायाः सम्बन्धे वक्त चिन्तयति तदाधारेण वक्तुं शक्नोति. भविष्यत्कालात् यत्र क्रिया अतिपत्तिः इति वदामः तत्र सूत्रे तु भविष्यदर्थे तत्र लृङ्लकारः इति उक्तमस्ति. तर्हि प्रश्नः उदेति भविष्यत्कालः यत् अधुनापि न सञ्जातं खलु, अग्रे एव आयास्यति तादृशसम्भावना, तर्हि तस्य कृते कथं वा वयं क्रिया अतिपत्तिः इति कथं वक्तुं शक्यते? हौ केन् इवन् ट्रै टु अप्लै failure of something to happen to the future, right? Because it has not yet happened, how do we know if it will be failure, right? We cannot even say that. Tadatu tatra tatra atra uchyate tatra kevalam vaktuh ichha tanochit vaktuh kalpana evam asti kriyayaha atipatihi bhavati iti vaktuh kalpana bhavati tadanusrutya lrung lakarah bhavati iti bhavishyatkalarte lrung lakarah bhavati iti. Hello. Yep, वाक्यं दृष् दृष् कृत्वा वयं न जानीमः भविष्यत्काले कार्यं भवति वा न भवति वा, क्रियाधिपत्ति इति भविष्यत्कालात् सूचयति, परन्तु वयं न जानीमः का, परन्तु वक्तुः मनसि चिन्तयति तत् अभवत् इति, तद् अर्थमस्ति चेत् अलृग्लकार कर्तुं शक्यते, तदेव भगिनि. इति उदाहरणमस्ति, पिता जानाति तस्य पुत्र न पठति सामान्यतया, अतः सः वदति इति, यदि वा पठिष्यत् परीक्षायाम् उत्तीर्णम् अभविष्यत्, कथम् अथ भवति यत् कारण कि स जानाति पुत्रः न पठिष्यति अतः उत्तीर्णं न भविष्यति इति लकारे वदति. प्रमाण अस्ति, प्रमाण अस्ति, इमेजिन् यु नो दट् थिङ्ग्स् विल् नाट् हेपन्, ऐ नो husband will not buy me a gift or an, I know we will not be going, I know he promises it, she promises we'll go for a movie, but I know we'll not go. Tadrsha metre tre na bhavati iti asmakam kalpana bhavati tatra tatra bhavishyat kalarte lringlakarasya prayogah tatra. Husband will forget your birthday. I know he's definitely forget it. I'll know he'll definitely forget my birthday. Or I know she'll promise right now, but she'll not come. You know, when it's time for me to go, she'll back out and say I'm not going. There are some people like that, right? So we know that it's going to be a failure. Yeah. Vaktu manasi tadda. भावः अस्ति न भविष्यति इति. अग्रे पठामः वा, अग्रे सूर्यकुमारी भगिनी पठति वा भगिनि? धन्यवादः भगिनि. अग्रे पठामि वा भगिनि? आं भगिनि, पठतु भगिनि. अपि च भविष्यतः प्रसङ्गे यदा कस्यचित् मनसि तादृशभावः वर्तते तदा लृङ्लकारस्य एव उपयोगः उचितः. अत्र अन्यलकारस्य व्यवहारः न सम्भवति. लृङ्लकारः अत्र नित्यः. कुत्र? यत्र भविष्यत्कालार्थः अस्ति, लिङ्गनिमित्तं यः हेतुहेतुमद्भावः सः अस्ति, क्रियाधिपत्तिः अस्ति, नाम क्रियाधिपत्तौ अपेक्षा वर्तते, तत्र लृङ्लकारः अत्र नित्यः. भविष्यत्प्रसङ्गे यत्र अतिपत्तिः अस्ति, वक्तुः कल्पना मति अस्ति, तत्र लृङ्लकारः नित्यः भवति. निमित्तानि हेतुमद्भावः, क्रियाधिपत्तिः, वक्तुः इच्छा अथवा अपेक्षा, कल्पना, एतादृश भावः अस्ति, तत्रैव भविष्यत्कालार्थे लृङ्लकारः नित्यः भवति इति अर्थः. तर्हि सूत्रे यथा उक्तमस्ति, तत्र किम् उक्तमस्ति, लिङ्निमित्ते लृङ्क्रियातिपत्तौ इति सूत्रे अनुवृत्तिसहितसूत्रं वदति, लिङ्निमित्ते भविष्यति धातोः लृङ् प्रत्ययः परस्य क्रियातिपत्तौ इति. तर्हि अनेनैव ज्ञायते लिङ्निमित्ते इत्यनेन हेतुः मान् वाक्यं भवति, तदनन्तरं वाक्यद्वयं भवति, एकं तु हेतुः, अन्यत् तु हेतुमान् भवति. तदनन्तरं द्वितीयबिन्दुः अस्ति भविष्यदर्थे भवति चेत् भविष्यत्कालार्थे. तदनन्तरं तृतीयमस्ति क्रियातिपत्तिः यत्र विधीयते, तत्र तु अत्र विभाषा इति नास्ति इति कृत्वा नित्यं लृङ् प्रत्ययस्य विधानं भवति अस्मिन् सन्दर्भे. भगिनि, अस्मिन् परिच्छेदे लिङ् लकारस्य एव उपयोगः उचितः महोदय, एव यत् पदम् अस्ति तस्मिन् बहु महत्त्वं दत्तवान्, एव ऋणिङ् लकारस एव नास्ति इति स्मर्तव्यम् अत्र. आमाम् अत्र विभाषण अन्यलकारः न यत्र अस्माकम् आधुनिक तत्र यत्र अस्माकं तत्र चिन्तनं प्रचलति तदा तु सामान्यक सामान्य लौकिकव्यवहारे अपि अस्माभिः तथा यत्र क्रिया अतिपत्तिः अस्ति भविष्यत्कालार्थे तदनन्तरं हेतुमान् मद्भावः तत्र वाक्यद्वयं भवति तदा तु अस्माभिः अपि लिङ्ग् लृङ्गकारस्य प्रयोगः एव कर्तव्यः इति गच्छामः अनेन. भगिनी पुत्रः अग्रिमे मासे सम्यक् न पठिष्यति अतः सः उत्तीर्णः न भवति इति भविष्यति इति वदामि चेत् दोषाय खलु. मया तु नित्यं तु लृङ्लकारस्य प्रयोगः एव कर्तव्यः. वदतु भगिनि. इङ्ग्लिश् इङ्ग्लिश् वाक्ये सरलेन वदामि, I knew he is not going to come. Na tad I knew iti past tense bhavati kalu. He will not be coming iti eva asti tata. Even though he will promise he is going to do it, he will not do it iti bhavati. Okay. He will not come. Even though he promises he is going to be coming, he will promise he is going to come, he will not come iti future tense. Kriya yasya anantaram hetu hetu mad vakya dvayam bhavati bhavet kalu. Okay. अग्रे गच्छामः वा. भूते च इति अधुना भूते इति तत्र पठामि वा अहं पठामि. अधुना भूतकाले व्यवस्था भिन्ना. भूतकाले यत्र सामान्यतया अस्माकं लृङ्लकारव्यवहारो भवति तत्र वस्तुतस्तु कुत्रचित् लृङ्लकारः वैकल्पिकः कुत्रचित् च नित्यः. यत्र वैकल्पिकः पक्षे किं भवति, यत्र वैकल्पिकः तत्र पक्षे किं भवति, विधिलिङ्ग् सम्भवति अपि च अन्ये लकाराः बहुत्र सम्भवाः सन्ति. अधुना सूत्रमनुसृत्य द्रक्ष्यामः यद् भूतकालार्थे कुत्र लृङ्लकारः वैकल्पिकः कुत्र च नित्यः अपि च यत्र वैकल्पिकः तत्र के लकाराः सम्भवाः सन्ति इत्यपि सूत्रमनुसृत्य द्रक्ष्यामः. अस्तु तर्हि भूतकाले अर्थे तु कुत्रचित् नित्यं भवति कुत्रचित् वैकल्पिकं भवति. तर्हि कुत्र नित्यं कुत्र वैकल्पिकम् इति सूत्रेण अवगम्यते. तदनन्तरं यत्र वैकल्पिकम् अस्ति तत्र अन्यपक्षेषु तत्र के लकाराः भविष्यन्ति इत्यपि अग्रे ज्ञास्यामः इति उक्तमस्ति. अस्तु पुनः मणिमहोदय पठति वा महोदय भूते च इति वर्गे पठितं खलु भूते भूते च लिङ्निमित्तं यः हेतुमद्भावः तस्मिन् प्रसङ्गे भूतकालार्थे क्रियावतिपत्तियौ धातुतः विकल्पेन लृङ् भवति. अधिकारसूत्रमिदम् उदाप्योः समयोर्लिङ् इत्यस्मात् पूर्वं यावत् भूते विकल्पेन लिङ् निमित्ते क्रियाधिपत्तौ लिरिङ् भवति इत्यस्मात् पूर्वं यावत् भूते विकल्पेन लिङ् निमित्ते क्रियाधिपत्तौ लिरिङ् भवति विकल्पेन इति आगच्छति. अग्रिमसूत्रात् ओदाप्योः इदमपि अधिकारसूत्रं लिङ् निमित्ते लिरिङ् क्रियाधिपत्तविधि सर्वम् अनुवर्तते. पूर्वेण भविष्यति विहितः सम्प्राति भूते विधीयते. भूते च काले लिङ् निमित्ते क्रियाधिपत्तौ सत्यां लिरिङ् प्रत्ययो भवति. उदाप्योः इत्यारभ्य लिङ् निमित्तसु विधानमेतत् प्राक् ततो विकल्पं वक्ष्यति इति काशिकायां काशिकायाः निदर्शनं दृष्टो मया भवत् पुत्रो पुनार्थ्य संग्रहम्य मान अपरः चङ्क्रम्यमानः सङ्क्रम्यमाणः अपरश्च द्विजो ब्राह्मणार्थे यदि सः तेन दृश्यो भविष्यत् तदा भोक्ष्यत् न तु उक्तवान् अनेन पदा सः कथः सङ्ग्रह्य सङ्ग्रह्यमानः इत्यनेन सङ्क्रम्यमाणः सम्यक् वा इत्यनेन इत्यनेन ब्रह्मणं करोति स्म अपोक्ष्यते इति पूजितातुः रुदादिकनीयः उभयपति लट्टि भुङ्क्ते अनित् इति जानीमः अतः लिरिटि भोक्ष्यते निदर्शनेन कार्यकारणभावः वर्तते क्रियाधिपत्तिः विद्यते भूतकालात् अस्ति अतः विकल्पेन लिरिन् उद्यते भूते सप्तम्यन्तं च अव्ययपदं द्विपदं दं सूत्रं लिङ्गं ते लिरिन् क्रियाधिपत्तौ इति सम्पूर्णसूत्रम् अनुवर्तते धातोः परश्च प्रत्ययः परश्च इत्येषाम् अधिकारः अनुवर्तिसहितसूत्रं लिङ्गे भूते च धातोः लिरुङ् वा प्रत्ययः परश्च क्रियाधिपत्तौ अत्र दत्तं भूतकाले हेतुभावः अस्ति चेत् कथं क्रियाधिपत्तिधातुः विकल्पेन भवति लिरुङ्लकारः भवति इति अत्र दत्तं सूत्रमनुसृत्य भवान् उक्तवती पूर्वम् अनुसृत्य द्रक्ष्यामः इति अतः अत्र सूत्रमनुसृत्य दत्तम् अदत्तम् उदाप्योः समाप्योः तस्मात् पूर्वसूत्रं पर्यन्तं भूतकाले विकल्पेन क्रियाधिपत्तिर्लिङ् भवति इति सूत्रात् दत्तं तस्य पूर्वसूत्रात् पर्यन्तम् इत्युक्ते 331 पर्यन्तं विकल्पेन क्रियाधिपत्ति लिरिङ् भवति इति अत्र दत्तम् इति अत्र अस्ति अनन्तरम् अग्रिमे सूत्रे उदाप्योः समर्थ्योर् लिङ् इत्यपि अधिकारसूत्रम् ओदाप्योः इत्यपि अधिकारसूत्रम् अनन्तरं लिङ् निमित्ते तो सर्वम् अनुवर्ति भवति इति अत्र दत्तम् सम्प्रति भूतकाले लिङ्गिमित्ते क्रियाधिपत्तौ सत्यं लिङ्गपत्यः भवति क्रियाधिपत्यस्य भूतकाले लिङ्ग् भवति इति तत्र अनन्तरम् उदाप्योः यस्मात् लिङ्गिमित्तेषु पूर्वं तस्य पूर्वम् उदाप्योः इति सूत्रात् पूर्वं विकल्पं वक्ष्यति इति काशिकायाम् इत्युक्ते महोदय उदाप्योः समर्थोर्लिङ्ग् तस्य प्राक् पर्यन्तं किमित्युक्ते पूर्वतनसूत्रं किम् आसीत् लिङ्गनिमित्ते लिङ्ग् क्रियातिपत्तौ इति सूत्रपर्यन्तं भविष्यत्कालार्थे आसीत् खलु भविष्यत्कालार्थे लिङ्ग् निमित्ते लृङ् विधानम् आसीत् अधुना भूते च इति सूत्रात् आरभ्य भूतकालार्थे विधानं भवति तत्र सर्वत्रापि भूते च इति अनुवर्तते कियत्पर्यन्तम् इत्युक्ते तत्र उताप्योः समानार्थो लिङ् इति यत्र लिङ्विधानसूत्रमस्ति 331 इति लिङ्विधानसूत्रमस्ति तस्मात् सूत्रात् पूर्वं यत् सूत्रमस्ति तावत्पर्यन्तं 151 पर्यन्तं 331 आरभ्य लिङ्ग्लकारविधानमस्ति खलु सो बिफोर् अण्टिल् बिफोर् लिङ्ग्लकारविधानं विच् इस् 331 तर्हि स्टार्टिङ्ग् फ्रम् भूते च इति सूत्रं कदा तत्र सूत्रसङ्ख्या सङ्ख्यां पश्यन्तु 331 अस्ति सो स्टार्टिङ्ग् फ्रम् 331 अण्टिल् 331 दि एण्टैर् 331 अपि अधिकारसूत्रमस्ति खलु भूते च इत्यनेन अनुवर्तते सो स्टार्टिङ्ग् starting from the next, because of this sutra, it is adhikara sutra, so starting from this sutra, you have, this is adhikara sutra, right? Swayam prayaha tatra, atrapi vidhanam. Starting from otapyo vibhasha iti va iti. No, atadapi adhikara sutra masti. Adhikara sutra dvaya masti. भूतेचि अधिकारसूत्रमस्ति अस्य अनुवृत्तिः तु स्टार्टिङ्ग् फ्रम् भूतेच इति तु स्टार्टिङ्ग् फ्रम् 140 अण्टिल् 151 भूतेच इति भवति सर्वं तु भूतकालार्थे लृङ् विधानम् अस्ति 152 तु लिङ् विधानं भवति सो अण्टिल् 151 लृङ् विधानं भवति भूतकालार्थे तदनन्तरं द्वितीय एतस्य द्वितीयसूत्रम् ओतापयोः इति 151 भवति तदपि अधिकारसूत्रम् अस्ति इट्स् अनुवृत्ति स्टार्ट्स् फ्रम् 141 अण्टिल् द 141 सो देर् आर् टु सो वि विल् बि सीङ्ग् लाट् आफ् केसस् वेर् बोत् आफ् देम् आर् कम्बैन्ड् अण्ड् यु नो भिन्न भिन्न प्रायः देर् विल् बि मैनर् डिफ़रेन्सस् अण्ड् विधानं भवति तत्र लृङ् विधानं भवति सर्वमपि भूतकालार्थे एव अस्ति वो तापियो सूत्रा इति वा विकल्प अनुवृत्ति आगच्छति किन्तु भूते च इति सूत्रेण अपकर्षणम् अस्ति विकल्पस्य भूते च इत्यस्मिन् तत्र वा इत्यस्य अनुवृत्तिः नास्ति अपकर्षणमस्ति वा अपकर्षणम् अस्ति तत्र कुत्र लिखितमस्ति अपकर्षणम् अस्ति इति वा इति महोदय उक्तवान् सः एव योजितवान् यदा सूत्रं पश्यामः चेत् लिङ्निमित्ते भूते च धातोः लृङ् वा प्रत्ययः परस्य क्रियातिपत्तौ इति वा इति अनुवृत्तिः स्वीकृतवान् तर्हि वा इत्यस्य अनुवृत्तिः अपकर्षणं कृतम् इत्युक्ते द फालोयिङ्ग् सूत्र द प्रीवियस् सूत्र इस् गेटिङ्ग् दि यु केनाट् काल् इट् अनुवृत्तिः यु काल् इट् अपकर्षणं रैट् वेन् दि प्रीवियस् सूत्र गेट्स् वर्ड् फ्रम् दि नेक्स्ट् सूत्र अपि महोदय उक्तवान् यदि वा न योजयामि तत्र इति अर्थं न आगच्छति सो इति सम्यक् अर्थं भवेत् अथवा इति योजितमस्ति तर्हि पाणिनिना प्रायः वा इति न कृतं किन्तु अन्ये वैयाकरणः वा इति अपकर्षणं भवतु इति उक्त्वा ततः वयम् अपकर्षणं कृत्वा तत्र अर्थावगमनम् अस्माकं भवति इति अस्तु वर्गे विद्याभगिनी पृष्टवती कथं वा विकल्प त्री कस्मात् सूत्रात् आगच्छति तु महोदय उक्तवान् वो तापियो इत्यस्मात् सूत्रात् वा दत्तमस्ति यदि न योजयामः सूत्रस्य अर्थम् अवगमनं न भवति तर्हि तत्र वा इति अनुवृत्तिः अपकर्षणं च अनुवृत्तिः च कियत्पर्यन्तं भवति इत्युक्ते 3351 पर्यन्तम् अस्ति तत्र तत्र वा इत्यपि अनुवृत्तिः अस्ति स्टार्टिङ्ग् फ्रम् 152 इट् डजन्ट् गेट् द वा इट् इस् एक्चुलि अबौट् लिङ्ग्लकारस्य विधानं सूत्रमस्ति तदनन्तरम् उदाहरणवाक्यमस्ति तत्र भूतकालार्थे तत्र उक्तमस्ति दृष्टः मया भवत्पुत्रः अन्नार्थी सङ्क्रम्यमाणः सो ऐ मै योर् सन् वा सीन् बै मी वाट् टैप् आफ् सन् भवत्पुत्रः योर् सन् हू वा सर्चिङ्ग् फार् फुड् अण्ड् रोमिङ्ग् अराउण्ड् सो यः भवतः पुत्रः तु अन्नार्थी आसीत् हि वास् सर्चिङ्ग् फार् फुड् अण्ड् हि वास् आल्सो चङ्क्रम्यमाणः चङ्क्रम्यते इत्युक्ते तत्र चङ्क्रम्यते इत्युक्ते तत्र किमस्ति क्रमधातुतः तत्र चङ्क्रमणम् इति भवति तत्र किं भवति विश्वं भूत्वा भगिनि चङ्क्रमणम् इति तत्र तत्र कुहोश्युः इति भूत्वा चकारः भवति तत्र द्वित्वं जातम् पुनः पुनः यङ्ग् विधानम् इति किन्तु यङ्ग् अस्ति इति कृत्वा य इति भवति खलु क्रम्य इति भवति खलु अनन्तरं द्वित्वम् अपि भवति तदा तु चङ्क्रम्य इति भूत्वा यङ्ग् यङन्तदातवः सर्वे अपि तत्र किम् आत्मनेपदिनः भवन्ति खलु इति कृत्वा चङ्क्रम्यमाण इति भवति अस्तु अस्तु इदानीम् अवगच्छामि. तर्हि युवर् सन् हु वास् रूमिङ्ग् अराउण्ड् हि वास् आल्सो सर्चिङ्ग् फार् फुड् हि वास् रूमिङ्ग् अराउण्ड् सर्चिङ्ग् फार् फुड् सो ऐ सा युर् सन् हु वास् रोमिङ्ग् अराउण्ड् अण्ड् सर्चिङ्ग् फार् फुड् रैट् ऐ सा युर् सन् दृष्टः मया इति भवत्पुत्रः इति प्रथमवाक्यं. द्वितीयवाक्यं वदति अपरः च द्विजः ब्राह्मणार्थी and then I moved on maybe and then I saw another anyah I saw another person who was a dvijah who was twice born and he was searching for a brahmana sah to brahmanarthi asti he was searching for a brahmana. Why does somebody search for a brahmana? To feed them, right? Generally your house has an occasion and then you want to feed the brahmins. So he was searching for a brahmana to feed and your son was roaming around looking for food. Tada kim jatam यदि सः तेन दृष्टः अभविष्यत् इफ् अट् आल् हि हेड् बीन् सीन् बै हिम् तदा अभोक्षत देन् हि वुड् हव् ईटन् हि वास् सर्चिङ्ग् फार् फुड् रैट् देन् युवर् सन् वुड् हव् ईटन् किन्तु तद् न जातम् इति कृत्वा एव अत्र लृङ्लकारस्य प्रयोगः कृतः. इट् इस् इन् द पास्ट् बट् तेन सः न दृष्टः युवर् सन् वास् नाट् सीन् बै द ब्राह्मणार्थी सो युवर् सन् डिड् नाट् ईट् तदा तु सः अभोक्षत इत्युक्ते सः तु न भुक्तवान् एव इति न तु भुक्तवान् अन्येन पथा सः गतः हि वेण्ट् थ्रू अनदर् वे सो हि कुडन्ट् ईट् इति दे हेड् मेट् देन् यु नो हि वुड् हेव् इन्वैटेड् हिम् अण्ड् युवर् सन् मैट् हव् ईटन् रैट् सो अत्र किम् अस्ति इत्युक्ते भूतकालार्थे सो वट् एवर् हेस् हेपन्ड् तत्तु तत्र लृङ्लकारस्य तत्र क्रियाधिपतिः अस्ति इति कृत्वा लृङ्लकारस्य प्रयोगः अत्र कृतः. सः तेन दृष्टः अभविष्यत् तदा अभोक्ष्यत इति न दृष्टवान् न भुक्तवान् इति एव अर्थः अत्र. अस्तु धन्यवादः. तर्हि अत्र तु निदर्शने कार्यकारणभावः अस्ति हेतुहेतुनां भावः अस्ति. यत्र दृष्टः चेत् तत् सः तु भुञ्जेत खलु उभयमपि न जातं. तर्हि तत्र हेतुहेतुमान् भावः अस्ति क्रियायाः अतिपतिः अस्ति अन्ततो गत्वा सः तु न दृष्टः जातः सः तु न दृष्टः अभोक्षत अपि न भुक्तः अपि. तर्हि क्रिया अतिपतिः अस्ति तदनन्तरं भूतकालार्थे अस्ति इत्युक्ते भूतकाले यत् सञ्जातं तत्तु एषः जनः आगत्य पितरं विवृणोति. सो सि यो सन् वास् रोमिङ्ग् अरौण्ड् ऐ सा हिम् अनदर् पर्सन् वास् सर्चिङ्ग् फार् अ ब्राह्मिन् दे बोत् डिड् नाट् हेपन् टु मीट् ईच् अदर् बिकास् यु सन् वेण्ट् आन् अ डिफ्रेण्ट् वे सो दे सम्हौ दे मिस्ड् ईच् अदर् इति वाट् एवर् हेपन्ड् इन् द पास्ट् एषः आगत्य पितरं वदति. तर्हि भूतकालात् यत् विवृतं यत् वृत्तिः तत्र जातं तत्तु विवृणोति सः आगत्य इति कृत्वा तत्र भूतकालार्थे अत्र तु विकल्पेन लृङ् विधानं भवति इति उदाहरणवाक्यम्. अन्यत् महोदयेन ओतापयुः इति कृतं किं वयं पठामः वा भगिनि तावत्पर्यन्तं चिन्तनीयं. पुनः वयं सर्वमपि पठित्वा पुनः एकवारं थिङ्क् वि नीड् टु डैजेस्ट् आल् दिस्. I mean, I know we spent 2 weekends reading about Hetu Hetumathor link, but then when you just started discussing about it, then it become clear that, you know, what the Bhavishyat Kala is, and yes, then, you know, the Vikalpa. But you just need again the Bhutecha. Aham Pratnam Karun. वक्तुम् इच्छति वा? करोतु भगिनि, वदतु आरम्भतः वदतु भगिनि इच्छति. भूते च लिङ्गनिमित्तं यः हेतुमद्भावः तस्मिन् प्रसङ्गे भूतकालार्थे क्रियातिपत्तौ धातुतः विकल्पेन लिङ् भवति. अधिकारसूत्रमिदम् उत्थाप्यो समर्थयो लिङ् इत्यस्मात् पूर्वं यावत् भूते विकल्पेन लिङ्निमित्ते क्रियातिपत्तौ लिङ् भवति विकल्पेन इति आगच्छति. अग्रिमसूत्रात् वोतापयोः इदमपि अधिकारसूत्रं वा आ उतापयोः लिङ्निमित्ते लिङ् क्रियातिपत्तौ इति सर्वम् अनुवर्तते. पूर्वेण भविष्यति विहितः सम्प्रति भूते विधीयते. भूते च काले लिङ्निमित्ते क्रियातिपतौ सत्यां लिङ् प्रत्ययौ भवति प्रत्ययौ भवति उत्थाप्योः इत्यस्मात् लिङ्निमित्तेषु विधानम् एतत् प्राक् ततो विकल्पेन वक्षति इति काशिकायाम् अत्र पर्यन्तं प्रथमं प्रतिपादिता तदनन्तरं उदाहरणं पठामि. सो वयं पूर्वं दृष्टवन्तः लिङ्निमित्ते लिङ् क्रियातिपतौ अनेन सूत्रेण यदि लिङ्निमित्तम् अस्ति हेतुमद्भावः प्रवर्तते तस्मिन् प्रसङ्गे भविष्यत्कालार्थे क्रियातिपत्ति लिङ्लकारस्य प्रयोगः नित्यं भवति. किन्तु इदानीं भूते च इति सूत्रेण लिङ्निमित्तम् अस्ति अपि हेतुमद्भावः अपि वर्तते अस्मिन् प्रसङ्गे भूतकालार्थे इति भेदः अस्ति. पूर्वं वयं भविष्यत्कालार्थे दृष्टवन्तः इदानीं भूतकालार्थे अपि क्रियातिपत्ति अति वर्तते अपि धातुतः तत्र विकल्पेन लिङ् भवति. विकल्पेन एकपक्षे लिङ् भवति अन्यपक्षे भूतकालस्य प्रयोगः भवति इति दत्तमस्ति. अधिकारसूत्रमिदम् उत्थाप्य समर्थयो लिङ् इति अस्ति 33152 इति सूत्रं लिङ्विधानं सूत्रम् अस्ति तस्मात् पूर्वात् इति युक्ते 33151 पर्यन्तम् अपि भूते च तस्मात् उत्तरं यत् सूत्रमस्ति उत्थाप्यो 33141 इत्यस्मात् आरभ्य 33151 पर्यन्तं यत् लिङ्निमित्ते भूतकालार्थे सूत्राणि सन्ति तत्र क्रियातिपत्ति अस्ति तत्र विकल्पेन आगच्छति विकल्प आगच्छति इति दत्तमस्ति साधु इति एतावत्पर्यन्तं भगिनि. आं भगिनि अस्तु इदानीं काशिकायां भगिनि भगिनि पुनः वदतु भगिनि फ्रम् 140 to 151 भूतकालार्थे अनुवृत्ति भवति बिकास् 152 इस् एन् एक्स् सूत्र रैट् भगिनि इट् इस् फर् या ऐ नो फ्रम् 142 वाट् हेपन् ऐ दट् पार्ट् ऐ एम् नाट् अण्डर्स्टाण्डिङ्ग् सो फ्रम् दिस् सूत्र आन्वर्ड्स् फ्रम् भूते च एव्री अदर् सूत्र until the 151 gets the anuvruti. Okay, from 152 what happens? 152 is an another sutra for ling, it's not for ring. Ling vidhanam sutra masi 152. Okay. Ling lakara, vidhi ling lakara sya vidhanam sutra. Yeah, tat asti, samartayo ling. Samartayo ling iti uktam asti kalu. So it is entailing two ling, different lakara, so we don't worry about it. So until 151, it is about rilring lakara, that is what we are going to study in this Karapatra. Okay, okay. Astu. So idani vati samprati bhute vidyate, so purva vayam bhavishyatarthi iti vayam drishtavanta, ling nimitte ling kriyatipato, idani भूते लिङ् निमित्ते लिङ् क्रियातिपतौ भूते अस्ति अस्ति विकल्पः अस्ति तत्र प्राक् ततो विकल्पं वक्षति इति काशिकायां तो प्राक् ततो मीन्स् अस्मात् सूत्रात् प्राक् 33152 प्राक् ये सूत्राणि 33140 आन्वर्ड्स् इति सूत्राणि ये सन्ति तत्र यावत् सूत्राणि सन्ति तत्र विकल्पः आगच्छति इति काशिकायां दत्तमस्ति. काशिकायाः निर्दर्शनम् उदाहरणमस्ति दृष्टो मया भवत्पुत्रो अन्नार्थी सङ्क्रम्यमाणः अपरश्च द्विजो ब्राह्मणार्थी यदि स तेन दृष्टो अभवश्यत् तदा अभोक्ष्यत् न तु भुक्तवान् अन्येन पथा स कथः. सो इदानीं दृष्टो मया भवत्पुत्रो अन्नार्थी च क्रम्यमाण इति दत्तमस्ति भूतकाले एकः जन द्वयं पुरुषं पुरुष द्वयं पुरुषं पुरुषः पुरुषं पश्य दृष्टवान् कः जनः, सो सः वदति मया सः वदति अस्मिन् पिता कश्चन पिता वदति मया भवतः पुत्र दृष्टं किं सः अनार्थी सङ्क्रम्यमाणसि सः भ्रमणं कुर्वन् आसीत् अपि सः अन्नम् इष्टवान् इति सः वदति. अपरश्च सः द्वितीय जनः दृष्टवान् सः द्विज आसीत् सः ब्रह्मार्थी आसीत् सः ब्रह्मणः इष्टवान् इति अस्ति तेन दृष्टो अभविष्यत् तदा अभोक्ष्यत् अति इदानीं द्वितीयं विकल्पेन दत्तमस्ति यदि तेन सः वक्ता अस्ति सः वदति लिङ्ग् लकारे इति वदति यदि तेन दृष्टो अभविष्यत् यदि यत् पुत्र पिता पुत्र यत् अस्ति पितुः पुत्र द्विजम् अभविष्यत् तदा अभोक्ष्यत् द्विजं तम् अन्नम् अपि दातुं शक्नुवान् इति तद् तदा अभोक्ष्यत् तदा सः भोक्तुं शक्ष्यति भोक्तुं शक्ष्यति इति सः वदति. सो इति विकल्पेन दत्तमस्ति न तु भुक्तवान् इदानीं किन्तु किर्यातिपति सः कथं वदति न तु भुक्तवान् सः पुत्र सः दृष्टवान् न खादितवान् इति न भुक्तवान् अन्येन पथा स गतः सः मार्गं भिन्नमार्गेण गतः अस्ति अतः सः न भुक्तवान् इति दत्तमस्ति. चक्र्यमाण अर्थं दत्तति चक्र्यमाण इत्यनेन यः भ्रमणं करोति इति करोति स्म इति चक्र्यमाण यथा भवती उक्तवती क्रम धातुतः यङ् प्रत्ययति अस्ति तत्र यङन्तम् आत्मनेपदी भवति इति चक्र्यमाण अस्ति अस्ति अभोक्ष्यत् इति भुज् धातुतः भुज् धातुतः वयं जानीमः भुज् धातु इति जकारान्त धातु अन्यत् अस्ति अपि उभयपदी अस्ति अभोक्ष्यत् इति रुदादिगणीयधातुः अस्ति अन्यत् अस्ति अत्रापि कार्यकारणं भवति इति कारण हेतुः अस्ति न दृष्टवान् इति कारणमस्ति अभोक्ष्यत् इति स न खादितवान् साधु इति अस्ति न तु न भुक्त हेतुः अस्ति न दृष्टवान् कार्यमस्ति न भुक्तवान् इति अस्ति. हेतुः तु दर्शनं हेतुः भवति हेतु दर्शनं भवति भोजनं न भोजनम् इति भोजनं भवति तत् उभयतिः अस्ति इति कृत्वा न इति योजयामः खलु. दर्शनं हेतुः भवति तत्र भुङ्क्ते इति तत्र भोजनं तु भोजनं न भोजनम् इति भोजनं हेतुः भवति. प्रथमं तु हेतुः किम् अस्ति दर्शनं खलु हेतुः पासिटिव् भवति तत्र रिसल्ट् अपि हेतुमान् अपि पासिटिव् भवति किन्तु अतिपत्तिः अस्ति इति कृत्वा न इति योजयामः न दर्शनं जातं न भोजनमपि न जातम् इति कृत्वा लृङ्ग्लकारस्य अनुवृत्ति सततं लिङ् निमित्ते इति सप्तमी विभक्त्याम् अस्ति इति भवति विषयसप्तमी भवति खलु लिङ् निमित्ते ओ निमित्तसप्तमी क्षम्यता लिङ् निमित्ते भूते च अपि भूते तस्य लिङ् निमित्ते विशेषं भवति विशेषणं भूते अस्ति च धातोः इति धातोः अपि पञ्चमी भक्ति भवति, तस्मात् लिङ्लकार भवति विकल्पेन प्रत्ययः परश्च धातोः प्रत्ययः परश्च क्रियातिपत्तौ इति क्रियातिपतौ भवति विषयसप्तमी क्रियातिपति अत्र अस्ति इति. साधु भगिनि. आं भगिनि. भगिनि मम प्रश्नः अस्ति, अत्र वाक्यद्वयमस्ति वा भगिनि? मया दृष्टः भवत्पुत्रः कर्मणि प्रयोगः अस्ति खलु भगिनि? मया भवत्पुत्रः दृष्टः इति तावदेव अस्ति वाक्यम्. ओके ओके. पुत्रः कीदृशः भवतः पुत्रः, अनन्तरं तु पुत्रस्य विशेषणमस्ति. सः पुत्रः तु कीदृशः आसीत् इत्युक्ते सङ्क्रम्यमाणः आसीत्. किमर्थं सङ्क्रम्यमाणः अस्ति? अन्नार्ती आसीत् इति कृत्वा सः सङ्क्रम्यमाणः अस्ति इति कृत्वा सः भ्रमणं करोति स्म इति, भोजनार्थं भ्रमणं करोति स्म सः इति. ओके. परन्तु यदि स तेन दृष्टो भविष्यति, प्रथमवाक्यम् अस्ति खलु मया भवत्पुत्रः दृष्टः इति प्रथमवाक्यम्. अधुना पुत्रः कीदृशः आसीत् दर्शनसमये? वेन् ऐ सा हिम् वाट् वास् द सिचुवेशन्? He was roaming around. सः तु सङ्क्रम्यमाणः आसीत्, सः अन्नार्थी अपि आसीत् खलु. हि वास् सर्चिङ्ग् फार् फुड् रोमिङ्ग् अरौण्ड्. तत्र भवती भिक्षां देहि इति गच्छन्ति खलु, तादृशं अटन् आसीत्. द्वितीयवाक्यं किम् अस्ति? अपरः द्विजः ब्राह्मणार्थी, ब्राह्मणार्थीम् अहं दृष्टवान्. सो ऐ आल्सो ऐ सा हि सा द पर्सन् हू इस् टाकिङ्ग् टु द फादर्. ही इस् टाकिङ्ग् अबौट् सीङ्ग् द सन्, द फादर्स् सन्. अस्यूम् ए इति कश्चन श्रीरामः इति कश्चन जनः अस्ति. सो श्रीराम इस् टेल्लिङ्ग् सुरेश् रैट् दट् ऐ सा युर् सन्. हे सुरेश्, ऐ सा युर् सन्. प्राब्लि द सन्स् नेम् इस् तत्र किम् अस्ति, दिनेश्. ओके. सो ऐ सा दिनेश् युर् सन्. ही दिनेश् वास् रोमिङ्ग् अरौण्ड् एण्ड् ही वास् सर्चिङ्ग् फार् फुड्. एण्ड् देन् ही सेस् ऐ आल्सो सा अनदर् पर्सन्. Shriram, what Shriram says is, I also saw another person who was a Brahmana. He was a Dvijaha. So he was a Dvijaha and he was searching for a Brahmanarthi. Brahmanarthi is it, Brahmanam Arthayati iti Brahmanarthi. Kalu iti iti, he was searching for a Brahmin. Now what would have happened if this Dvijaha, if this Dvijaha had seen Dinesh, then the Dvijaha was searching for somebody to feed, right? Mm-hmm. कार्तिक् इति चिन्तयतु. सो कार्तिक् द्विजम् अहं दृष्टवान्. कार्तिक् वास् सर्चिङ्ग् फार् अ ब्राह्मिन् टु फीड्. न वाट् वुड् हव् हेपन्ड् इफ् द कार्तिक् हेस् हेड् मेड् युर् सन् दिनेश्? ही वुड् हव् फेड् हिम् अण्ड् युर् सन् वुड् हव् ईटन् रैट्? इफ् कार्तिक् हेड् सीन् दिनेश् देन् दिनेश् वुड् हव् ईटन्. ओके ओके. बट् वाट् हेपन्ड्? सः तु अन्यपथा गतः. By chance, that probably the Dvijaha, who is Kartik, Kartik went by a different route and did not happen to see your son. Tada kim jatam? They didn't meet each other and he did not feed the feed Dinesh. So he did not get the food. So Dinesh did not get the food. Yes. Tarhi hetuhu kim bhavati darshanam. Dinesh was the hetuhu and Dinesh getting food in exchange, right? Kartik is going to feed a Brahmin, right? So Dinesh getting food is the hetuman, is the benefit of seeing, right? So, but both did not happen. Okay. Iti krutva tatra atratu anna adarshat. अदर्शत् न अदर्शत् कार्तिक् दिनेशं न यदि यदि कार्तिक् दिनेशम् अद्रक्ष्यत् इफ् यु हेड् सीन् बट् हि डिन् सी रैट् सो अद्रक्ष्यत् इत्युक्ते हि डिड् नाट् सी इति अर्थः अस्ति खलु बिकास् ऐ एम् यूसिङ्ग् इल्ड्रन् यदि कार्तिक् दिनेशम् अद्रक्ष्यत् तर्हि दिनेशः अभोक्ष्यत. Sadhu, okay. Then it would have been, but both did not happen. Okay, thank you. See, the incident is a story that makes it so complex. All we need to know is the sentence. यदि कार्तिक दिनेशम् अद्रक्षत् तर्हि दिनेशः अभोक्षत तावदेव अस्ति तदेव सेण्टेन्स् अस्ति They are giving us a context as to where it can be used, right? So it's here, the person whoever is Sri Ram, whoever is explaining the story to Dinesh's father, Suresh, okay. has already happened. And then he comes and talks about Vrittantam Vadati. Okay, yeah, you know what, I met your son. He was searching for food and then I met another person. He was searching for a Brahmin. But you know what happened? Both did not meet each other. So it's coming and telling a backstory. So that's where it is being used. The Bhutakalarte, you can use it as a potential whatever did not happen. As a backstory, for a backstory, you can go ahead and use Bring Lakara. Udaharatam Jayati. Okay, Bhagan, Dhanyavad. विरमामः किम् आं भगिनि धन्यवादः भगिनि धन्यवादः भगिनि अपि आगतवन्तः पुष्प भगिनी अपि अस्ति अधुना पश्यामि नमस्कारः भगिनि धन्यवादः